पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 36 पुलस्त्य उवाच ततो देवा प्रयातास्ते विमानैर्बहुभिस्तदा रामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् उक्तं भगवता तेन भूयोऽप्यागमनं क्रियाः पूर्वमेव सभायां च यो मां द्रष्टुं समागतः तदहं देवतादेशात्तत्कार्यार्थे महामुनिं पश्यामि तं मुनिं गत्वा देवदानवपूजितम् उपदेशं च मे तुष्टस्वयं दास्यति सत्तमः दुःखी येन पुनर्मर्त्ये न भवामि कदाचन पिता दशरथो मह्यं कौसल्याजननी तथा सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः राज्यकाले वने वासो भार्यया चानुजेन च हरणं चापि भार्याया रावणेन कृतं मम असहायेन तु मया तीर्त्वा सागरमुत्तमं रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयं दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम् समानीता प्रीतिमदा लोकवाक्याद्विसर्जिता वने वसति सा देवी पुरे चाहं वसामि वै जादोऽहमुत्तमे वंशे उत्तमोऽहं धनुष्मदाम् उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते वज्रसारस्य सारेण धात्राकं निर्मिदो ध्रुवम् इदानीं ब्राह्मणादेशात् भ्रमामि धरणीतले तपस्थितस्तु शूद्रोऽसौ मया पापो निपातितः देववाक्या तु मे भूयः प्राणो मे हृदि संस्थितः पश्यामि तं मुनिं वन्द्यं जगदोऽस्य हिते रतं दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम् उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते तन्मध्ये दुःखसम्प्राप्तिः सर्वथा नाशमेष्यति दृष्ट्वा च देवान् सम्प्राप्तानगस्त्यो भगवान् ऋषिः अर्घ्यमादाय सुप्रीदः सर्वांस्तानभ्यपूजयेत् ते तु गृह्य तद पूजां सम्भाष्य च महामुनिं जग्मुस्तेन तदा हृष्टा नागपृष्ठं सहानुगाः गदेषु तेषु काकुत्स्थपुष्पकादवरुह्य च अभिवादयितुं प्राप्तः सोऽगस्त्यमृषिमुत्तमं राजोवाच सुतो दशरथस्याहं भवं तमभिवादितुम् आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्वचक्षुषा निर्धूत पापस्त्वां दृष्ट्वा भवामीहनसंशयः यदावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च भगवद्दर्शनाकाङ्क्षी शूद्रं हत्वा त्विहागदः अगस्त्य उवाच स्वागतं ते रघुश्रेष्ठ जगद्वन्द्यसनातन दर्शनात्तव काकुत्स्थ पुदोऽहं मुनिभिः सह त्वत्कृते रघुशार्दूल गृहाणार्थं महाद्युदे स्वागतं नरशार्दूल दिष्ट्या प्राप्तोऽसि शत्रुहन् त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः अतस्त्वं पूजनीयो वै मम नित्यं हृदि स्थितः सुरा हि कथयन्ति त्वां शूद्रकादिनमागतं ब्राह्मणस्य च धर्मेण त्वया वै जीवितसुदः उष्यतां चेह भगवः सकाशे मम राघव प्रभादे पुष्पकेणासि गन्धायोध्यां महामदे इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा प्रदि गृह्णीश्वराजेन्द्र मत्प्रियं कुरु राघव लब्धस्य हि पुनर्दाने सुमहद्बलमुच्यते त्वं हि शक्तः परित्रातुं सेन्द्रानपि सुरोत्तमान् तस्मात् प्रदास्ये विधिवत् प्रदीचस्व नरर्षभ अधोवाच महाबाहुरिक्ष्वाकूणां महारथः कृताञ्जलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन् प्रतिग्रहो वै भगवंस्तवमेत्र विगर्हितः क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि सपुत्रो गृहवानस्मि समर्थोऽस्मि महामुने आपदाचन चाक्रान्धः कथं ग्राह्यप्रतिग्रहः भार्या मे सुचिरं नष्टा न चान्या मम विद्यते केवलं दोषभागी च भवामीह न संशयः कष्टां चैव दशां प्राप्य क्षत्रियोऽपि प्रतिग्रही कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणं वृद्धौ च मातापितरौ साध्वी भार्या शिशुस्सुतः अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीद नाहं प्रदीक्षे विप्रर्षे त्वया दत्तं प्रतिग्रहं न च मे भवदा कोभकार्यो वै सुरपूजित अगस्त्य उवाच न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप भवान् वै तारणे शक्तस्त्रैलोक्यस्यापि राघव तारय ब्राह्मणं राम विशेषेण तपस्विनं तस्मात् प्रदास्ये विधिवत् प्रदीचस्व नराखिव राम उवाच क्षत्रियेण कथं विप्रप्रतिग्राह्यं विजानद ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि अगस्त्य उवाच आसीत् कृतयुगे राम ब्रह्मपूदे पुरातने अपार्थिवाः प्रजा सर्वासुराणां च सदक्रदुः ताः प्रजा देवदेवेश्यं राजार्थं समुपागमन् सुराणां विद्यते राजा देवदेवशतक्रतुः श्रेयस्येष्मासु लोकेश पार्थिवं कुरु साम्प्रतं यस्मिन् पूजां प्रयुञ्जानाः पुरुषा भुञ्जते महीम् ततो ब्रह्मासुरश्रेष्ठो लोकपालान् सवासवान् समाहूयाब्रवीत् सर्वांस्तेजो भागोऽत्र युज्यताम् ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा अक्षयश्च ततो ब्रह्मा यदो जादोक्षयो नृपः तं ब्रह्मा लोकपालानामंशं पुंसामयोजयेद् ततो नृपस्तदा तासां प्रजानां क्षेमपण्डितः तत्रैन्द्रेण तु भागेन सर्वानाज्ञापये नृपः वारुणेन च भागेन सर्वान् पुष्णादिदेहिनः कौबेरेण तथांशेन त्वर्थान् दिशदि पार्थिवः यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः तत्र चन्द्रेण भागेन नरेन्द्रोऽसि रघुत्तम प्रति गृह्णीष्वाभरणं तारणार्थे मम प्रभो ततो रामप्रजग्राह मुनेर्हस्तान्महात्मनः दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् प्रतिगृह्य ततो गस्त्या द्राघवः परवीरः निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः मौक्तिकानि विचित्राणि धात्रीफलसमानि च जाम्बूनदनिबद्धानि वज्रविद्रुमनीलकैः पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिन्तयत् नेदृशानि च रत्नानि मया दृष्टानि कानिचिद उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च विभीषणस्य लङ्कायां न दृष्टानि मया पुरा इति संचिन्त्य मनसा राघवस्तमृषिं पुनः आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षितां कथं भगवदा प्राप्तं कुतो वा केन निर्मितम् कुतूहलवशाच्चैव पृच्छामि त्वां महामते कर तले स्थिते रत्ने करमध्यं प्रकाशते अधमं तद्विजानीयात् सर्वशास्त्रेषु गर्हितं दिशप्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतं येदान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः एवं वदति काकुस्थे मुनिर्वाक्यमथाब्रवीद अगस्त्य उवाच शृणु रामपुरावृत्तं पुरा त्रेधायुगे महद द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम् आश्चर्यं सुमहाबाहो निबोध रघुनन्दन पुरा त्रेधायुगे ह्यासीदरण्यं बहुविस्तरम् समं ताद्योजनशतं मृगव्याघ्रविवर्जितं तस्मिन्निष्पुरुषेरण्ये चिकीर्षुस्तप उत्तमम् अहमाक्रमिदं सौम्य तदरण्यमुपागतः तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः तस्यारण्यस्य मध्ये तु पञ्चयोजनमायतम् हंसकारण्डवाकीर्णं चक्रवाकोपशोभितं तत्राश्चर्यं मया दृष्टं सरः परमशोभितम् विसारिकच्छपाकीर्णं बकपङ्क्तिगणैर्युतं समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितं तत्राहमवसं रात्रिं नैदाकीं पुरुषर्षभा प्रभादे पुरुद्धाय सरस्तदुपचक्रमे अधा पश्यं शवमहमस्पृष्टजरसं क्वचिद् तिष्ठं तं परया लक्ष्म्या सरसो नादिदूरदः तदर्थं चिन्तयानोऽहं मुहूर्तमिव राघव अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोऽपि वा अथवा पार्थिवसुदत्तस्यैवं सम्भवकृतः अतीते हनि रात्रौ वा प्रादर्वापि मृतो यदि अवश्यं तु मया ज्ञेया सरसोऽस्य विनिष्क्रिया यावदेवं स्थितश्चाहं चिन्तयानो रघूत्तम अथा पश्यं मुहूर्तात्तु दिव्यमद्भुतदर्शनं विमानं परमोदारं हंसयुक्तं मनोजवं पुरस्तत्र सहस्रं तु विमाने सरसां नृप गन्धर्वाश्चैव तत्सङ्ख्या रमयन्ति वरं नरम् गायन्ति दिव्यगेयानि वादयन्ति तथा परे अथा पश्यं नरं तस्माद्विमानादवरोहितं शवमां संभक्षयन्तं च स्नात्वा रघुकुलोद्वः ततो भुक्त्वा यथा कामं स मांसं बहुपीवरम् अवतीर्य सरशीघ्रमारुरोह दिवं पुनः तमहं देवसङ्गाश्यं श्रिया परमयान्वितं भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदं जुगुप्सितस्तवाहारो गदिश्चेयं तवोत्तमा यदि गुह्यं न चैतत्ते कथयत्वद्य मे भवान् कामदश्रोतुमिच्छामि किमेतत्परमं वचः को भवान्वद सन्देह माहारश्च विगर्हितः त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे कस्यायमैश्वरो भावशवत्वेन विनिर्मितः आहारं च कथं निन्द्यं श्रोतुमिच्छामि तत्त्वतः श्रुत्वा च भाषितं तत्र मम राम सदाम्बर प्राञ्जलिप्रत्युवाचेदं सस्वर्गीरघुनन्दन शृणुष्वाद्य यथा वृत्तं ममेदं सुखदुःखजं कामो हि दुरिदक्रम्य शृणु यत्पृच्छसे द्विज पुरा वै दर्भगो राजा पिता मे हि महायशः वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः तस्य पुत्रद्वयं ब्रह्मन् द्वाभ्यां स्त्रीभ्यामजायत अहं श्वेद इति ख्यातो यवीयान् सुरथो भवद पितर्युपरते तस्मिन् पौरा मामभ्यषेचयन् तत्राहङ्कार यन्राज्यं धर्मे चासं समाहितः एवं वर्षसहस्राणि बहूनि समुपाव्रजन् मम राज्यं कारयतः परिपालयतः प्रजाः सोऽहं निमित्ते कस्मिंश्चित् वैराग्येण द्विजोत्तम मरणं हृदये कृत्वा तपोवनमुपागमम् सोऽहं वनमिदं रम्यं भृशं पक्षिविवर्जितं प्रविष्टस्तप आस्तादुमस्यैव सरसोऽन्दिके राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम् इदं सरसमासाद्य तपस्तप्तं सुदारुणम् दशवर्षसहस्राणि तपस्तत्वा महावने शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम् स्वर्गस्थमपि मां ब्रह्मन् क्षुत्पिपासे द्विजोत्तम अबाधेदां भृशं चाकमभवं व्यधितेन्द्रियः ततस्त्री भुवनश्रेष्ठमवोचं वै पितामहं भगवन् स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः कस्येयं कर्म नः पङ्क्तिः क्षुत्पिपासे यतो हि मे आहारकश्च मे देवब्रूहित्वं श्रीपितामह ततः पितामहः सम्यक् चिरं ध्यात्वा महामुने मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम् हृदे ते स्वानि मांसानि भक्षयत्वं तु हि निस्त्यदः स्वशरीरं त्वया पुष्टं कुर्वदा तप उत्तमं न दत्तं जायते तादश्वेदपश्यमहीतले आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा न हि दत्ता गृहे भ्रान्त्या मोहादधिधये तदा तेन स्वर्गगदस्याभिक्षुत्पिपासे तवाधुना सत्त्वं प्रपुष्टमाहारै स्वशरीरमनुत्तमं भक्षयस्व च राजेन्द्र सा ते तृप्तिर्भविष्यति एवमुक्तस्तदो देवं ब्रह्माणमहमुक्तवान् भक्षिते जस्वके देहे पुनरन्यन्न मे विभो क्षुधानिवारणं नैव देहस्यास्य विनोदनं खादामि ह्यक्षयं देवप्रियं मे न हि जायते ततो ब्रवीत् पुनर्ब्रह्मा तव देहोक्षयकृतः दिने दिने ते पुष्टात्मा शवश्वेध भविष्यति यावद्वर्षशतं पूर्णं स्वमांसं खादभो नृप यदा गच्छति चागस्त्यश्वेतारण्यं महातपाः भगवानदि दुर्धर्षस्तदा कृत्राद्विमोक्ष्यसे सखि तारयितुं शक्तसेन्द्रानपि सुरासुरान् आहारं कुत्सितं चेमं राजर्षे किं पुनस्तव सुरकार्यं महतेन सुकृतं तु महात्मना उदधिं निर्जलं कृत्वा दानवाश्च निपातिताः विन्ध्यश्चादित्यविद्वेषाध्वर्धमानो निवारितः लम्बमाना मही चैषा गुरुत्वेनाधिवासिता दक्षिणादिक्दिवं यादा त्रैलोक्यं विषमस्थितं मया गत्वा सुरैः सार्धं प्रेषितो दक्षिणां दिशं समां कुरु महाभाग गुरुत्वेन जगत्समम् एवं च तेन मुनिना स्थित्वा सर्वा धरा समा कृता राजेन्द्रमुनिना एवमद्यापि दृश्यते सोऽहं भगवद श्रुत्वा देवदेवस्य भाषितं भुञ्जे च कुत्सिताहारं स्वशरीरमनुत्तमम् पूर्णं वर्षशतं चाद्यभोजनं कुत्सितं च मे क्षयं नाभ्येदि तद्विप्रतृप्तिश्चापि ममोत्तमा तं मुनिं कृच्छ्र सन्तप्तश्चिन्तयामि दिवानिशं कदा वै दर्शनं मह्यं स मुनिर्दास्यते वने एवं मे चिन्तयानस्य गदं वर्षशतं त्विह सोऽगस्त्यो हि गतिर्ब्रह्मन्मुनिर्मे भविता ध्रुवं न गतिर्भविता मह्यं कुम्भयोनिमृदे द्विजं श्रुत्वेद्धं भाषितं राम दृष्ट्वाहारं च कुत्सितं कृपया परया युक्तस्तं नृपं स्वर्गगामिनम् करोम्यहं सुधा भोज्यं नाशयामि च कुत्सितं चिन्तयन्नित्यवोजं तमगस्थ्य किं करिष्यति अहमेतत्कुत्सितं ते नाशयामि महामदे ईप्सितं प्रार्थयस्वास्मान्मनःप्रीतिकरं परम् सस्वर्गी मां ततः प्राह कथं ब्रह्मवचोऽन्यथा कर्तुं मुने मया शक्यं न चान्यस्तारयिष्यति ऋदेवैकुम्भयोनिं तं मैत्रा वरुणसम्भवम् अपृष्ठोऽपि मया ब्रह्मन्नेवमूचे पितामहः एवं ब्रुवाणं तं श्वेदमुक्तवानहमस्मि सः अगतस्तव भाग्येन दृष्टोऽहं नात्र संशयः तदस्वर्गी समां ज्ञात्वा दण्डवत्पदितो भुवि तमुद्धाप्य तदो रामाभ्रवं किन्दे करोम्यहम् राजोवाच आहारात्कुत्सिदात् ब्रह्मं स्तारयस्वाद्य दुष्कृतात् येन लोकोक्षयस्वर्गो भविता त्वत्कृते न मे ततः प्रतिग्रहो दत्तो जगद्वन्द्यनृपेण हि भवान् मामनुगृह्णातु प्रदीचस्वप्रतिग्रहम् कृतामधिस्तारणाय न लोभाद्रघुनन्दन गृहीते भूषणे राम मम हस्तगदे तदा मानुषपौर्विको देहस्तदा नष्टोऽस्य भूपते प्रणष्ठे दुशरीरे च राजर्षिः परया मुदा मयोक्तोऽसौ विमानेन जगाम त्रिदिवं पुनः तेन मे शक्रतुल्येन दत्तमाभरणं शुभम् तस्मिन्निमित्ते काकुस्थदत्तमद्भुतकर्मणा श्वेदो वैदर्भगो राजा तदाभूत् गदकल्मषः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे रामागस्त्यसंवादो नाम षट्त्रिंशोऽध्यायः ॐ